अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति चुरादिगणः इति विषयः अनुवर्तते। तत्र चुरादिगणः चतुर्थः गणः यत्र अङ्गम् अदन्तमस्ति। चुरादिगणे सर्वदा णिच् प्रत्ययः विधीयते। चुरादिभ्यः णिच् सत्यापपाशरूपवीणातूलश्लोकसेनालोम त्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् इति सूत्रेण णिच् प्रत्ययः नित्यरूपेण विधीयते एतेभ्यः चुरादिगणीयधातुभ्यः। तर्हि तत्र प्रथमतया णिच् प्रत्ययम् आधारीकृत्य अर्धधातुकप्रक्रिया प्रवर्तते। अर्धधातुकप्रक्रियायां णिच् प्रत्ययः अर्धधातुकः इति कृत्वा तत्र वस्तुतः त्रीणि कार्याणि भवन्ति। अचोयणिति इति एकं कार्यम्, अत उपादायाः पुगन्तलघुपदस्य च इति त्रीणि कार्याणि। धातुः अजन्तः चेत् तदानीम् अचोयणिति इत्यनेन धातोः अन्तिमवर्णस्य वृद्धिः भवति इति निति प्रत्यये परे। हलन्तधातुः अस्ति चेत् उपादायां ह्रस्वः कारः चेत् अकारस्य वृद्धिः जायते। उपादायां लघु इकवर्णः अस्ति चेत् गुणः जायते इति एतानि त्रीणि कार्याणि वारं वारं प्रवर्तते अस्मिन् गणे। णिच् प्रत्ययं निमित्तीकृत्य यदा कार्याणि भवन्ति तत्पश्चात् तत्र णिच् प्रत्ययस्य योजनेन एव तत्र नूतनः धातुः लभ्यते। सनाद्यन्ता धातवः इत्यनेन नूतनधातुः लभ्यते। तदानीं तत्र नूतनधातु कस्मिन्नपि गणे नास्ति, तस्मात् धातुतः लट्लोट् लङ् विधिलिङ् एतेषां विवक्षायां तत्र कर्तरी शप् इत्यनेन शप् प्रत्ययस्य विधानं भवति। तत्पश्चात् तु प्रायेण द्वादिगणवत् एव भवति प्रक्रिया, महान् भेदः नास्ति। परन्तु चुरादिगणे अपि कश्चन विशेषः वर्तते, तत्तु अग्रिमकरपत्रे वयं पश्यामः। यत्र धातुः अदन्तः अस्ति, धातुः अदन्तः अस्ति चेत् विशेषः, यत्र अदन्तधातुः धातुः अन्ते ह्रस्वकारः अस्ति परन्तु सः अनुनासिकः नास्ति, तदानीं विशेषः वर्तते। तद्वयम् अग्रिमकरपत्रे पश्यामः। परन्तु अत्र तु ये सामान्यधातवः उक्ताः तत्र तु एतानि त्रीणि कार्याणि एव प्रवर्तन्ते इति अस्माभिः चर्चितम्। तत्र आकारान्तधातूनां विषये तु अर्ति ह्रि लीरि ग्नुयि श्मायातां पुङ्नौ इति सूत्रेण पुगागमः भवति णिचि परे इति उक्तम्। अस्मिन् गणे तु ज्ञा इति एकः एव धातुः अस्ति, तस्य धातोः पुगागमः भवति णिच् प्रत्यये परे, अकारान्तः अस्ति इति कृत्वा। तर्हि ज्ञापयति इति ज्ञापयते इति रूपं लभ्यते। अत्र अस्मिन् गणे तु एकः एव धातुः अस्ति। तत्पश्चात् इगन्तधातवः तत्र तु सामान्यमस्ति, तत्र इगन्तः अस्ति इति कृत्वा तत्र तत्र तु अचोयणिति इत्यस्य एव प्रवृत्तिः भवति। सर्वधातुक अर्धधातुकयोः इति सूत्रं प्रबाद्य अचोयणिति इत्यस्य कार्यं भवति। तत्र एव इगन्तधातुषु एकः विशेषधातुः अस्ति, चिय इति धातुः। चिय इति धातुः तत्र चिय इति धातोः कः विशेषः इति चेत् तत्र चीयोगः णिच् इत्यत्र वृद्धिकार्यम् अचोयणिति इत्यनेन वृद्धिकार्यं भूत्वा चै योगः इ इति भवति। इदानीं तत्र किं भवति इति चेत् अयं धातुः मित् अस्ति इति कृत्वा तत्र ज्ञापनार्थं ज्ञपादयः षट् इति एकं वस्तुतः वाक्यमस्ति, गणसूत्रमस्ति। तेन गणसूत्रेण चिय इति धातुः मित् अस्ति इति ज्ञायते। मित् अस्ति इति कृत्वा इदानीं यदा वृद्धिः चै योगः इति जायते तदानीं तत्र पुनः मितां ह्रस्वः इत्यनेन ह्रस्वत्वं विधीयते इति कृत्वा तत्र एचोयवायवः इति सूत्रानन्तरं चाय् योगः इ इति स्थितौ तत्र ह्रस्वत्वं जायते इति कृत्वा तत्र च योगः इ इति तत्र चायि इत्यस्य स्थाने चयि इति रूपं निष्पद्यते। चायि इत्यस्य स्थाने चयि इति निष्पद्यते, यतोहि तत्र मितां ह्रस्वः इति निचि परे ह्रस्वत्वं जायते। अतः एव चाययति इति रूपं जायते, न तु चाययति। तर्हि मितामह्रस्वः इति सूत्रस्य कार्यं कुत्र भवति इति चेत्, वादिगणे घटादयः इति एकः गणः अस्ति, अनन्तरं चुरादिगणे ज्ञपादयः षट् इति एकः गणः अस्ति। तत्र ये ये धातवः उल्लेखिताः तेषां कृते मितामह्रस्वः इत्यनेन अङ्गस्य ह्रस्वत्वं भवति। अपि च अन्ये अपि धातवः सन्ति येषाम् अर्थविशेषे धातुः मित् भवति, अर्थविशेषे धातुः मित् भवति इत्युक्ते सर्वेषु अर्थेषु मित् मित् नास्ति, परन्तु केषुचित् विशेष अर्थे अर्थेषु एव धातुः मित् भवति। तत् कथं जानीमः इति चेत्, तदर्थमपि गणसूत्राणि भवन्ति तत्र तत्र, तदाधारीकृत्य धातुः मित् वा न वा इति ज्ञातुं शक्यते। तत्पश्चात् हलन्तदातवः, तत्र तु अधुपदधातवः, अधुपदधातूनां तु अतोपदायाः इत्यनेन उपदायाः वृद्धिः भवति। चल् इति धातुः अस्ति चेत् चालि चालयति इति रूपं, चालयते इति रूपं भवति। लघु इगुपदधातुः अस्ति चेत् तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः जायते। अतः मुच् इति धातुः अस्ति चेत् मोचि इति नूतनधातुः, मोचयति इति रूपम्। इदानीं तत्सर्वम् अस्माभिः अधीतम्। अपि च प्रायेण निजन्तदातवः सर्वे उभयपदिनः भवन्ति, प्रायेण तत्र केचन अपवादाः सन्ति, परन्तु प्रायेण उभयपदिनः भवन्ति। तर्हि अन्तिमः एकः परिच्छेदः अस्ति, तं पठित्वा वयम् अग्रिमकरपत्रं प्रति गन्तुं शक्नुमः, विशेषदातवः इति। तर्हि शेषदातवः इति विषयः तत्र कः? विनयमहोदय आरम्भं करोति वा? आं भगिनि, शेषधातवः पञ्चषष्ठिः धातवः चुरादिगणे त्यन्तरूपस्य साधनार्थं सोपानत्रयम् अस्ति इति उक्तम् आरम्भे। अस्माकं प्रमुखकार्यं प्रथमे सोपाने एव ऋजन्तधातोः यत् पुत्रौ, शेषधातुषुः अस्मिन् किमपि कार्यं न भवति, धातोः अन्तिमवर्णः अच् नास्ति, अतः वृद्धि न अर्हः, उपधायाम् अच् ह्रस्व अकारः नास्ति, अतः तत्रादि वृद्धि न अर्हः, उपाधायां लघु इक नास्ति, अतः गुण न अर्हः, एभि कारणैः न किमपि कार्यम् अर्हम्। अतः यत्र उपधा नास्ति, लघु उपधा नास्ति, यत्र अधुपद व्यवस्था नास्ति, तर्हि कोऽपि अवसर अत् उपधाया सन्दर्भे न भवति। सो अत्र केवलं यथा उदाहरणमस्ति पालधातु, यथा इति धातु पाल् अस्ति, पालयोगार्णिज् अथ पाल, अत्र अहं केवलं चिन्तयामि पालर्थ अजनुनासिक व्यवस्था अस्ति, तर्हि एव पाल आयाति, अथ पाल हलन्त आयाति, तर्हि एव पाली भवति। परन्तु पाली निजन्तधातु, सनादिधातु अस्ति, सनादिधातु अस्ति, नूतनधातु अस्ति, तदनन्तरम् अन्य प्रक्रिया चलति, तद् तर्हि एव अन्ततः पालयति भवति। परन्तु अत्र अहं पठामि, द्वितीयसपाने ऋजन्तधातु योग शप् विकरणप्रत्ययः अङ्गम् इति उक्तम्, शेषधातुषु पाली एव ऋजन्तधातु निष्पन्नः, तदा यथा सामान्यं शप् पालीयोग शप् सार्धातुकार्धातुकयोः इत्यनेन गुणः पाले भवति, ये च वायावः इत्यनेन अचि परे, ए स्थान अय आदेश पालय, य हलन्तयोग पालय, वर्णमेलनम् अङ्गनिष्पन्नं पालय अङ्गभक्ति। तृतीयसोपाने अङ्गम् अस्ति तिङ् विवक्षा, तर्हि अतिङ् प्रत्ययः, तर्हि तिङ्रूपम् इत्युक्तं पालययोगति वा ते वर्णमेलने तिङ् रूपं निष्पन्नं पालयति साधारणतया पालयति वा पालयते भवति. तदनन्तरं अर्क् अर्क् धातुः अस्ति. अर्क् धातु अत्रापि कोऽपि उपधा न विषयः नास्ति, केवलं साधारण अर्क् अस्ति. तर्हि णिच् अस्ति, अर्क् योग णिच् विशेष एकारः, तर्हि केवल अर्क् अर्की भवति. तदनन्तरं अर्कयति, अर्कते, अर्कयते इत्यादि भवन्ति. अर्ज, पीड, पाल समानतया इति सार्वजनादिधने सामान्यं तिङ् सम्बन्धं सार्धातत्तकरणं चिन्तनं प्राप्तम्. सम्यक्, समीचीनं. तर्हि अत्र शेषधातुषु विशेषकार्यं किमपि नास्ति, यतोहि ये एते सर्वे शेषधातवः हल्लन्तदातवः, अपि च उपधायां ह्रस्वकारः अपि नास्ति, उपधायां लघु इक्वर्णः अपि नास्ति. अतः केवलं योजनं निष्प्रत्ययेन सह केवलं योजनं योजनं कृत्वा तत्र धातुः लभ्यते. तत्पश्चात् प्रक्रिया सम्मान, तत्र सार्वधातुकार्धधातुकयोः इति गुणः यचोयवायवः अयादेशः इति कृत्वा सर्वत्र रूपाणि लभ्यन्ते इति अत्र सामान्यविषयः समाप्तः. इदानीं द्वितीयकरपत्रं प्रति गच्छामः. विशेषधातवः इति हा भगिनि क्षम्यतां, तत्र एकः प्रश्नः. तत्र धातु अस्ति, पाल अस्ति न, तत्र अकारान्तधातु इत्यस्मिन् न भवति वा? तत्र पाल इति तत्र अकारस्य लोप अनुनासिकः, अनुनासिकः अस्ति खलु, अनुनासिकः अस्ति वा? एवं वा, नास्ति वा, न जानामि, द्रष्टव्यं भगिनि एकविषयः. पाल तु पाल इति अनुनासिकः अस्ति, अनुनासिकः अस्ति, सत्यम्. अस्तु, अहं चिन्तितवती अकारान्तधातुः अस्ति अस्मिन् गणे. किमर्थं अकारान्तधातुः ह्रस्वकारान्तः अस्ति चेत् विशेषः धातुः भवति, अतः न स्थापयति. अधे अतः एव मम प्रश्नः जातः, किमर्थं तत्र अनुनासिक अकारः अस्ति. सत्यं, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे विजयलक्ष्मी. नमस्कारः भगिनि, अद्यापि क्लेशः आसीत् वा? आम्, ध्वनिः न ध्वनिः न आगता इति वा? ध्वनिः न आगता. आम्, अनन्तरं सुमन् भगिनी पठितुमिच्छति? आगतवती. अस्तु अस्तु, पठितुमिच्छति वा सुमन् भगिनी? पठामि भगिनि, एकनिमिषं परिवर्तनं करोमि. एकनिमिषम्, अत्र इदानीं तु पूर्वस्य करपत्रे एव अस्ति. किञ्चित् फोन् अनन्तरं पठति वा? अनन्तरं नेक्स्ट् पठामि. अस्तु, तर्हि उमा भगिनी पठतु. चुरादिगणे सामान्यकार्यं सिद्धिः सूत्रे क्रियते इति अस्माभिः दृष्टं. तानि च अचोनिति, अथ उपाधायाः, पुगण्डलघुपदस्य च. इदं कार्यं सामान्यम् इत्युच्यते अस्मिन् गणे. पुनः चुरादिगणे बहवः हलन्तधातवः सन्ति, यत्र किमपि कार्यं नार्हति, यतः उपधायां ह्रस्वाकारः अस्ति अपि नास्ति, लघु इक् अपि नास्ति, तान् अपि वयम् अपश्याम. अस्मिन् करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति तान् अवलोकयामः. अत्र चुरादिगणे सामान्यकार्ये त्रिसूत्रम् आगच्छति, अचोनिति, अथ उपधायाः, सुगदलकुगदस्य. ये अत्र अका अदन्तदातवः तेषां सुविशेषदातवः अपि वयं पठामः इदं परः. इतः परं विशेषदातूनां पठनं भवति. अस्तु अग्रे पठतु. अदन्तधातवः 93 धातवः चिरादिगणे त्रिनवतिः ओके त्रिनवतिः धातवः अदन्ताः सन्ति. सो अदन्ताः पठतु एकवारम्. ओके त्रिनवतिः यथा कथ गृह गण क्षिप क्षिप येषां येषाम् अन्तं ह्रस्वः अकारः वर्तते तस्य अकारस्य लोपः तु भवति परन्तु उपदेशे अजनुनासिक इति सूत्रेण इति न यतोहि एतेषु धातुषु च अन्यत् अन्त्यः अकारः अनुनासिक नास्त्येव. ओके अतः इमे अकाराः इत्सम्यक वर्णाः न सन्ति. तर्हि येषां धातूनाम् अन्त्यः आकारः कथं लुप्यते? सुरादिगणे धातुभ्यः मिच् प्रत्ययः विधीयते. अतः एकं सूत्रमस्ति अतो लोपः. अस्य द्वारा अकारलोप विद्यते. अत्र सुरादिगणे अदन्तदातवः अस्ति अकथ गृह गण क्षिप इत्येषां. किन्तु अत्र अकारः लोपः तु भवति कथम् इति चेत् न उपदेशादिनासूत्रेण परन्तु अतो लोपः सूत्रस्य अकार लोपः सिद्ध्यति. सुरादिगणे प्रथमे लिच् प्रत्ययः विधीयते तदनन्तरम् अतो लोपः सूत्रस्य अकारः अपि लोपो भवति. सम्यक्. तर्हि अत्र ये विशेषदातवः सन्ति इत्युक्ते केचन दातवः वस्तुतः त्रिनवतिः दातवः अदन्ताः परन्तु धातोः अन्ते यः ह्रस्व अकारः अस्ति सः अनुनासिकः नास्ति. अनुनासिकः अस्ति चेत् तस्य लोपः भवति इत्संज्ञा कृत्वा लोपः भवति. परन्तु एतेषां धातूनां तु अन्ते यः अकारः अस्ति सः अनुनासिकः नास्ति. अतः धातुः वस्तुतः निरनुबन्धरूपमपि अदन्तमेव. तद् अतः इदानीम् अत्र प्रश्नः भवति कथयोगः णिच् इति स्थितौ अत्र कथयोगः णिच् इति स्थितौ कति सूत्राणि प्रसक्तानि भवन्ति? किमपि नास्ति खलु. इदानीं तु अकारस्य लोपः न भवति चेत् तत्र अन्तिम वर्णः अकारः अस्ति तस्य गुणः न भवति सार्वधातुक आर्धधातुकयोः सूत्रेण. अपि च उपायां तु थकारः अस्ति अतः किमपि कार्यं न भवति. अन्यचिन्तनम् अकार इकार योजनेन तत्र सन्धिकार्यं तु भवितुम् अर्हति खलु? आमामां तत् इकारः भवति कथे इति भवति इकार. तर्हि सूत्रं किम् अस्ति? किं भगिनि गुण सूत्रं किम्? आद्गुणः. आद्गुणः इति सूत्रं. तर्हि अतोलोपः इति एकं सूत्रम् आद्गुणः इति एकं सूत्रम् अन्यत् किमपि? अचोञ्यनिति अपि प्रसक्तिः अस्ति खलु. अचोञ्यनिति अदन्तम् प्रसक्तिः नास्ति वा? कथं भगिनि उपधायां अचोयनिति इत्यस्य कार्यं किम्? अन्तिम अकारस्य वृद्धिः भवति. वृद्धिः खलु कथा इति भवितुमर्हति खलु. तर्हि त्रीणि कार्याणि प्रसक्तानि वस्तुतः अतोलोपः अचोयणिति अनन्तरम् आद्गुणः. आद्गुणः इति तु सन्धिकार्यं खलु. अतोलोपः चोयनिति इत्यनयोः मध्ये बाध्यबाधकभावः कथम् इति चिन्तनीयम्। अस्तु, इदानीम् अतोलोपः इति सूत्रं किं वदति इति एकवारं पश्यामः। अस्तु, सुमन् भगिनी पठतु। अस्तु, अतोलोपः अदन्त अदन्त अङ्गस्य ह्रस्व अकारः लोपो भवति आर्धधातुके प्रत्यये परे, येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः। भगिनि क्षम्यतां, प्रथमवाक्ये भवती किं पठितवती? अदन्त अङ्गस्य इति पठितवती, पुनः पठतु। अदन्ताङ्गस्य ह्रस्व अकार लोप, तत्र किं लिखितमस्ति? अदन्ताङ्गस्य खलु इति तथा पठतु, अदन्ताङ्गस्य इति मा पठतु। संहिता अदन्ताङ्गस्य इति पठतु। ओ अस्तु, अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे, येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इति इत्यङ्गस्य अपि तु ह्रस्वः अकारान्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु अङ्गस्य। उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेशात् क्षम्यताम् उपदेशावस्थायाम् इति क्षम्यताम् उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्। अतः षष्ट्यन्तं लोपः प्रथमान्त अन्तं द्विपदं सूत्रम् अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि ङिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रम् अस्ति, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे। अस्तु, इदानीं तु अनुवृत्तिसहितसूत्रम् अस्ति, अतः अङ्गस्य लोपः आर्धधातुके उपदेशे, उपदेशे अङ्गम् अदन्तम् अदन्तम् अस्ति खलु, तत्र आकार अस्ति चेत् लोपः न भवति खलु, अतः इति अस्ति, अतः तपर तत्कालः इति सूचयति। अङ्गम् अदन्तम् अस्ति चेत् तस्य लोपः भवति नितिपरे इति सूत्रं सूचयति। समीचीनम्, तर्हि अतः लोपः इति उक्तम्, अतः लोपः इदं कार्यं तु षष्ठाध्यायस्य चतुर्थपादे अस्ति, अतः अङ्गस्य इति अधिकारे अस्ति, अतः अङ्गस्य इत्यत्र अनयोः विशेषविशेषभावः, अतः येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य इत्युक्ते न केवलम् अ इति अङ्गं, परन्तु यस्य अन्ते ह्रस्वाकारः अस्ति तस्यापि ग्रहणं, तर्हि अदन्तस्य अङ्गस्य लोपः इति सम्पूर्णाङ्गस्य लोपः वा इति चेत् न, केवलम् अलोन्त्यवर्णस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य लोपः। निमित्तं किम् इति चेत् अर्धधातुके इति उक्तम्, अत्र उपदेशे इति पदम् अस्ति. तर्हि उपदेशे इति पदस्य कः अर्थः इति किञ्चित् अग्रे पश्यामः. कस्य उपदेशः इति प्रश्नः आयाति. उपदेशः इति पदस्य अन्वयः केन पदेन सह अस्ति इति कोऽपि वदति वा? अङ्गस्य पदस्य अङ्गस्य इत्यत्र इत्यनेन अङ्गस्य इत्यनेन अस्ति चेत् तत्र कः अर्थः? अर्धधातुके इत्यस्य इत्यनेन सह अस्ति चेत् कः अर्थः? उपदेशे अङ्गस्य इति तु परनिमित्तं भवति. तत्र तु अर्धधातुके उपदेशे इत्यस्य समानविभक्तिकौ स्तः, अतः तत्र विशेषणविशेषभावः भवितुम् अर्हति. अर्धधातुके उपदेशे प्रत्यये परे इति सम्पूर्णं भवति. विषयसप्तमी अस्ति न? हा, समीचीनं. विषयसप्तमी अस्ति इति कृत्वा उपदेशावस्थायाम् अङ्गस्य इति एव भवति. अङ्गस्य उपदेशावस्थायाम् अतः अस्ति अन्तिम. अङ्गस्य उपदेशावस्थायाम् इति वदति वा? अङ्गस्य उपदेशावस्थायाम् अङ्गस्य उपदेशावस्थायाम् इत्यस्य कः अर्थः? अङ्गस्य अङ्गस्य एव अकारम् अतः अतः अङ्गस्य इति अस्ति ततः अतः अङ्गस्य इति द्वयोः स्वीकरणं स्वीकृत्य एव उपदेशः इति भवति. केवलम् अङ्गस्य इति न, अतः उपदेशावस्थायाम् उपदेशावस्थायाम् अर्धधातुके प्रत्यये कृते अङ्गस्य अतः लोपः भवति. उपदेशावस्थायाम् अङ्गस्य इत्यस्य कः अर्थः इति न बुद्धम्. उपदेशावस्थायां यद् अदन्तं धातु भवति तस्य इति धातोः विषये. तत्र उपदेशावस्थायां यः धातुः अस्ति अदन्तं तदानीं इदं कार्यं भवति इति वा? हा अस्तु, इति एकं पासिबिलिटि अस्ति. इति एकं पासिबिलिटि इत्युक्ते अङ्गम् अदन्तम् अङ्गम् उपदेशावस्थायाम् इत्युक्ते कः अर्थः इति चेत् धातुः धातुरूपी यत् अङ्गम् अस्ति धातुरूपी अङ्गं तत्र धातुः उपदेशावस्थायाम् अस्ति चेत् तदानीं तस्य अनन्तरम् अर्धधातुकप्रत्ययः अस्ति चेत् तत्र अतोलोपः इत्यनेन अकारस्य लोपः इति एकः मार्गः. अन्यः मार्गः अर्धधातुके अर्धधातुकस्य उपदेशावस्थायां एकस्मिन् पक्षे पुनः अङ्गं तु अदन्तम् अङ्गं यथा भवति अर्धधातुकस्य उपदेशावस्थायाम् इत्यस्य कः अर्थः? यदा अर्धधातुकप्रत्ययः परे अस्ति विधीयते तत्क्षणमेव यदा अर्धधातुकप्रत्ययः विधीयते अदन्त अङ्गस्य अनन्तरं तस्मिन् सन्दर्भे तत् उपदेशावस्थायां भवति. तादृशसन्दर्भे दन्ताङ्कस्य अकारस्य लोपः जायते इति वा? इति एकः मार्गः. अतः मार्गद्वयम् अस्ति. उपदेशे इति पदस्य अत्र तु उपदेश अवस्थायाम् इति तत्र विषयसप्तमी इति उक्तं विषयसप्तमी. अतः विषयसप्तमी अस्ति चेत् तत्र विशेषणम् अर्धधातुके इति अस्ति इत्यनेन सह विशेषणम् इति नास्ति. तर्हि एतादृशविषये उपदेशावस्थायां तर्हि अङ्गस्य विषये वा अथवा अर्धधातुकप्रत्ययस्य विषये वा इति उक्तं. तर्हि तयोः भेदः अस्ति वा, एकत्र अन्वयः शक्यते वा इति तत्र अङ्गेन सह अन्वयः अस्ति चेत् सम्यक् भवति वा, अर्धधातुके इत्यनेन सह अन्वयः अस्ति चेत् सम्यक् भवति वा इति अग्रे चिन्तयामः. परन्तु सूत्रार्थः स्पष्टः खलु. अदन्तम् अङ्गम् अस्ति चेत् तस्य अन्ते अकारस्य लोपः भवति अर्धधातुके इति उक्तम्. अस्तु, तर्हि इदानीम् अरुणा भगिनी अग्रे पठतु. आं भगिनि, यथा उदाहरणं दत्तं खता योगानिच् खत्. तस्मात् पूर्वम् एकं वाक्यमस्ति खलु, तदपि पठतु. ओके, निट् प्रत्ययः आर्धधातुकः अस्ति अतः धातु अदन्तः चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति. तदेव खता योगानिच् अतो लोपः वयं जानीमः णिच् इति इकार एव अवशिष्यति. अतो लोपः सूत्रेण खत था स्थाने अकारलोप भवति. खत् खत् प्लस् इ खति भवति भगिनि. तदापि गृह् योगः णिच् गृह् इदानीं खत् इति धातुः अस्ति. गृह् धातु इति धातु अस्ति. अस्यां दशायां खत् धातोः उपधायाम् अत् ह्रस्व अकारः इत्यस्य इति अस्य वृद्धिः. अपि च गृह् धातोः उपधायां लघु इकः गुणः. ओके ओके अवगतं भगिनि. खत् इति खत् इति अतोलोपसूत्रेण भवति. तद् पश्यामः चेत् खा अकार ह्रस्व अकारः अस्ति उपधाय तदा एव गृह् दादपि लघु इकुवर्ण ऋकार अस्ति. गृह् ऋकारः अस्ति तदेव अत्र सामान्यतया वृद्धिः भवति वा इति प्रश्नः. वृद्धिः भवति चेत् किं भवति तत्र कत् इत्यत्र खाति भवति रूपं किं भवति खाति योगः शप् खाति योग यचोयावः इति नो वृद्धिः भवति गुणः भवति खाते खाते अयो अचोयो यचोयो न खात्ययै भवति. रूपं किं भवति खाथयति खाथयते. अरुणा भगिनी कातीयोगः णिच् भवती उक्तवती गुणः भवति सत्यं. कातेयोगः णिच् कातेयोगः शप् योगः अस्ति. कात्योगः इ अपि अस्ति भगिनि. कातीयोगः शप् योगः अति गुणः भवति काते. कातेयोगः काते कातेर्योगः आ अस्ति. अत्रापि यचोयावः चित्तेन खातया तदनन्तरं तिङ् प्रत्ययेन खातयायते खातयति. ओके खातयति खलु. गृहीति अस्ति चेत् गृहि गारयति गार्हयति गार इति कम कथं बुद्धि गृहयोगः णिच् गार् भवति भगिनि ऋकार प्रथमं आकार आगच्छति. गृहयोगः णिच् इत्यत्र गार् इति कथं भवति गार्ह प्रथमम् आकार आगच्छति तदनन्तरं उडन् रपरः इति सूत्रेण रेफः अपि आगच्छति. कथम् आगच्छति भगिनि अत्र वृद्धिः तु न भवति खलु गुणः भवति खलु लघु इक् वर्णः अस्ति खलु. ओ केवलं गर्हति गर्हि इति धातुः गर्हे गर्हयति कातयति अथवा गर्हयति इति रूपं भविष्यति. समीचीनं परन्तु तादृशरूपं नास्ति लोके. कथयति इति रूपमस्ति अनन्तरं गृहयति इति रूपमस्ति खलु. तत् कथं जायते इति प्रश्नः. तदेव प्रश्नः अस्ति कथं रूपं इति. तदर्थम् एकं सूत्रमस्ति तद् वयं पठामः. धन्यवादः. आसीत् अतः इदानीं ह्रस्व अकार ह्रस्व ऋकारः उपधायां नास्ति इति भवति किम् किम् अस्ति तु अस्ति खलु ऋकारः उपधायम् अस्ति खलु इदानीम् अस्ति यतोहि अदन्तस्य अङ्गस्य अकारस्य लोपः अभवत्, किन्तु तद् न भवति चेत् न तत् जातं, तद् न भवति चेत् इति किमर्थम्? अतो लोपः इति न जातम्, जातमेव कार्यं जातमेव, तद् न जातम् इति प्रश्नः नास्ति, जातं कार्यं जातं परन्तु तादृशरूपं नास्ति लोके, तत् कथम् इति चेत् तदर्थम् अत्र पाणिनिना एकं सूत्रं कृतमस्ति अग्रे, अस्तु तद्वयं पठामः, अचः परस्मिन् पूर्वविधौ इति एकं सूत्रमस्ति, तद्वयं पठामः, परन्तु इदानीं तु अस्माकं प्रश्नः अस्ति एतादृश अदन्त अङ्गेषु अतोलोपः इति सूत्रं कार्यं करोति इति उक्तं, तत्र अतोलोपः अचोयनिति इति द्वयोः प्रसक्तिः अस्ति, तत्र बलबलचिन्तनं किम् इति प्रश्नः, अनन्तरम् अतोलोपः इति सूत्रे उपदेशे इति पदस्य अन्वयः कुत्र इत्यपि प्रश्नः, तत्पश्चात् अचापरस्मिन् पूर्वविधौ इति सूत्रं वयं पठामः। तर्हि इदानीम् अग्रे अतोपदायाः अपि च पुगन्तलघुपदस्य च इति पुनः तत्र तदेव उक्तं, तदेकवारं कः पठति तत्र, उषा भगिनी एकवारं पठतु। अत उपदायाः, उपदायाम् अतः वृद्धिः णिति णिति प्रत्यये परे, अनुवृत्तिसहितसूत्रम् अङ्गस्य उपदायाः अतः वृद्धिः णिति णिति, कथयोगः णिच् इति स्थिते वयं दृष्टवन्तः, कथयोगः णिच् इति स्थिते अतोलोपः इत्यनेन कत् इति जातं, कत् इति कृते कत् योगः, कत् योगः णिच् इति भवति चेत् अत् अकारः ककार ककार उत्तरवर्ति अकारः उपदा अस्ति, तत् वृद्धिः भवति इति सूत्रं वदति, अत उपदायाः णिच् प्रत्ययः परः अस्ति, तत्कारणेन अङ्गस्य उपदायाः अतः वृद्धिः भवति। पुगन्तलघुपदस्य च इत्य पुगन्तलघुपदस्य च, पुगन्तस्य अङ्गस्य लघु उपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे, अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः, सूत्रं वदति पुगन्तलघुपदस्य च पुक् इति आगमः अस्ति चेत् अथवा लघु उपदा अस्ति चेत् अङ्गस्य परः अङ्गस्य इकः अस्ति चेत् धातु कृते इकः अस्ति चेत् अनन्तरं पुक् आगमः अस्ति चेत् अङ्गस्य गुणः भवति परे सार्वधातुकप्रत्ययः अस्ति अथवा आर्धधातुकप्रत्ययः परः अस्ति चेत्, वयं दृष्टवन्तः गृहयोगः णिच् अत उपदायाः इत्यनेन गृह् इति भवति, गृह् योगः णिच् इति स्थिते पुगन्तलघुपदस्य च इत्यनेन गुणः भवति ऋकारस्य अङ्ग ऋकारः इति इकः अस्ति, इक् वर्णः अस्ति ऋकारः, तत्कारणेन तत् गुणः भवति, अनन्तरं अत्र आर्धधातुकप्रत्ययः परः अस्ति णिच् प्रत्ययः, तत्कारणेन गुणः भवति गृह् योगः णिच् इति स्थिते गर्ह् इति सिद्ध्यति इति भवितुमर्हति, भवितुमर्हति। आं भगिनि अन्तिमवाक्यं पठतु। अनयोः सूत्रयोः प्रसक्तिः स्यात् परन्तु अनेन परिभाषासूत्रेण लोपः लुप्त अकारः इव भवति, अनयोः सूत्र अत उपदायाः पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं भवति, कतयोगः कत् इत्यस्य कृते गृह् इत्यस्य कृते, तत् सूत्रयोः यद्यपि प्रसक्तिः स्यात् परिभाषासूत्रेण अचपरस्मिन् पूर्वविधौ इति परिभाषासूत्रेण लुप्त अकारः अतोलोपः इत्यनेन लुप्त अकारः अकारः इव दृश्यते, लोपः इत्यस्य कृते जीरो इत्यस्य कृते अकारः दृश्यते एव इति भवति। समीचीनं, तर्हि इदानीं कत् योगः णिच् इति स्थितौ अतोलोपः इत्यस्य कार्यं भवति इति उक्तम्, अचोयणिति इत्यस्यापि कार्यं भवितुम् अर्हति इति उक्तं। तर्हि अनयोः भगिनि धन्यवादः। इदानीं तत्र भवती वदतु अत्र अधोलोपः अचोयणिति अनयोः बाध्यबाधकभावः कथं भवति? अधोलोपः अचोयणिति, अस्तु, तत्र तु द्वयोः सूत्रयोः प्रसक्तिः अस्ति, यतोहि तत्र कथ इत्यस्मिन् अन्त्य अकारः अस्ति, तत्र अतोलोपः इत्यनेन आर्थधातुकप्रत्यये परे अकारस्य लोपः भवितुमर्हति। अतुपधायाः इत्यनेन क्षमितम् अचोयनति, अचोयनति इत्यनेन तत्र अकारस्य वृद्धिः भवितुमर्हति। अतः तत्र अतोलोपः अतोलोपः तत्र सूत्रं परसूत्रं किमस्ति न जानामि तत्र अस्तु अचोयनति परसूत्रमस्ति, अतोलोपः पूर्वसूत्रमस्ति, परन्तु द्वयोः अन्यत्र लब्धावकाशः भवति, यतोहि अतोलोपः इति तु आर्थधातुकप्रत्यये इति उक्तम्, इत्युक्ते के यद् यत्किमपि आर्थधातुकप्रत्यये भवतु तत्र भवितुम् अर्हति इति अतोलोपस्य कार्यं भवितुम् अर्हति। अचोयनति तु नो अचोयनति अपि अन्यत्र लब्धावकाशः अस्ति इति भवति, यतोहि तत्र यति निति प्रत्ययपरे भवति, अतः तत्र निच् प्रत्ययपरे एकः कार्यः एकं कार्यं भवितुमर्हति, अन्यत्रापि भवितुमर्हति, अतः तुल्यबलविरोधः भवति इति चिन्तयामि। अतः तत्र अचोयनति इत्यस्य कार्यं अचोयनति इत्यस्य कार्यम् एव भवेत् तुल्यबलविरोधः अस्ति, तस्मात् कारणात् विप्रतिषेधे परं कार्यम् इत्यनेन परकार्यम् अचोयनति एव कार्यं कर्तुम् अर्हति, परन्तु तत् न भवति, अतो लोपः भवति इति किमर्थम् इति न जानामि भगिनि। श्रूयते वा? श्रूयते वा? भगिनि श्रूयते श्रूयते श्रूयते इति चेत् तत्र अचोयनिति इति इति परसूत्रमस्ति, अचोयनिति परसूत्रमस्ति इति कृत्वा तस्य कार्यं स्यात् यथा भवती प्रतिपादितवती, द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, तर्हि तुल्यबलविरोधः अस्ति इति कृत्वा विप्रतिषेधं करं परं कार्यम् इत्यनेन अचोयनिति इत्यस्य कार्यं स्यात् इति इति प्रश्नः खलु? तर्हि किमर्थं तस्य कार्यं नास्ति? किमर्थं नास्ति? अतो लोपः अन्यत्र अन्यत्र कुत्र अस्ति कार्यक्षेत्रे? किमपि तर्हि वार्तिकं किमपि अस्ति वा तत्रैव भवितुम् अर्हति वा इति प्रत्यये तत्र अपि भवितुं शक्नोति खलु? यः कोऽपि आर्धदातुकप्रत्यय अस्तु, तर्हि अत्र वस्तुतः किमिति चेत् विप्रतिषेधे परं कार्यम् इत्यनेन परकार्यं स्यात्, परन्तु अत्र विप्रतिषेधे परं कार्यम् इति न स्वीक्रियते, अत्र पूर्वविप्रतिषेधः इति स्वीक्रियते। एवं वा? अस्तु, पूर्वविप्रतिषेधः इति स्वीक्रियते, वार्तिकं वर्तते एकं वार्तिकं, तेन वार्तिकेन दीर्घमस्ति वार्तिकं, तेन वार्तिकेन न्यल्लोप न्यल्लोपौ यङ्गणगुणवृद्धि दीर्घेभ्यः पूर्वविप्रतिषेधेन इति वार्तिकेन, अत्र यत्र यङ् यण यणसन्धिः गुणसन्धिः गुणः गुणसन्धिः इति नास्ति गुणः वृद्धिः दीर्घः इत्येतेषां कार्यं यत्र भवति, अपि च तत्र एव नीलोपः अथवा अत्लोपः युगपत् प्राप्तिः यत्र भवति, अत्र तु अस्माकं प्रसङ्गे वृद्धिकार्यम् एकत्र भवति अथवा अत्लोपः एक अतोलोपः इत्यनेन अत्लोपः इत्येकं कार्यं, तर्हि द्वयोः प्रसङ्गः अस्ति, वृद्धिः भवितुमर्हति अथवा अस्वकारस्य लोपः भवितुमर्हति, एतादृशस्थितौ अत्लोपस्य एव अधिकं बलं भवति। अतः यद्यपि अतोलोपः इति पूर्वसूत्रमस्ति तथापि पूर्वविप्रतिषेधेन अत्र पूर्वकार्यमेव भवति न तु परकार्यं, यदि परकार्यम् इति वदामः चेत् अत्र क्लेशः जायते, प्रतिषेधे परं कार्यम् इत्यनेन अत्र कार्यं न सिद्ध्यति, अतः तत्र कातयति इति रूपं लभ्यते, परन्तु तादृश किं न कातयति नास्ति, तत्र कति कति कथ इत्यत्र दीर्घ तत्र दीर्घत्वं जायते चेत् कथायोगः इ तत्र अनिष्टरूपापत्तिः भवति अतः अत्र तु अत्लोपः इत्यस्य अधिकं बलम् अस्ति इति कृत्वा अतोलोपः इत्यस्य एव कार्यं भवति अचोयनिति इत्यस्य कार्यं न भवति इति विषयः अस्ति अत्र तत्र वार्तिकमपि योजयतु योजयामि वा पूर्वमपि प्रेषितवती बहुवारं तत्र पुनः योजयामि भगिनि न्यत् अत्र किम् अस्ति निच् पुनः अस्ति इति वा न्यत् इत्यस्य ल् ञत् इत्युक्ते नि अत् ञत् इत्युक्ते निच् अत् अस्तु धन्यवादः अस्तु तर्हि इदानीम् अग्रे सूत्रं पठामः तत्र कत इत्यत्र उपदायाम् अत उपदायाः इत्यस्य कार्यं किमर्थं न भवति अपि च ग्रह इत्यत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं किमर्थं न भवति इति तदर्थम् एकं सूत्रमस्ति अचः परस्मिन् पूर्वविधौ इति सूत्रं तत्र विजयलक्ष्मी भगिनी पठति वा आं पठामि भगिनि अचः परस्मिन् पूर्वविधौ परनिमित्तिकः निमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये अचः स्थाने यः आदेशः सः अजादेशः यस्य स्थाने आदेशः विधीयते सः स्थानी अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्ठीतत्पुरुषः तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदम् इदं सूत्रं स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इत्थं च चुरादिगणे तद् अग्रे न अग्रे नास्ति सूत्रार्थः हा अतः परस्मिन् पूर्वविधौ इति परिभाषासूत्रं प्रथमाध्यायस्य प्रथमपादे सप्तपञ्चाशत्तमं सूत्रम् अत्र किं वदति एतस्य सूत्रस्य पूर्वसूत्रमस्ति स्थानिवत् आदेशो अनल्विधौ ततः स्थानिवत् अनन्तरम् आदेशः इति पदद्वयम् अनुवर्तते अत्र सूत्रं किं वदति यदि परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये पूर्वविधौ इत्युक्ते पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते इत्युक्ते अत्र यदि अतो लोपः इत्यनेन अकारस्य लोपः भवति तदा लोपस्य पूर्वं या स्थितिः आसीत् सा स्थितिः पूर्वविधौ इति उच्यते सम्यक् वा भगिनि कार्यस्य पूर्वं या स्थितिः आसीत् तस्य स्थितिः नास्ति न स्थितिः इति नास्ति यत्र अतोलोपः इत्यस्य कार्यं जातं तस्मात् पूर्वं कश्चन विधिः जायते विधिः भवितुमर्हति तस्मात् पूर्वम् इदानीं ग्रहयोगः णिच् इत्य ग्रहयोगः णिच् इत्यत्र अतोलोपः इत्यनेन अकारस्य लोपः भवति, हकार उत्तरवर्ति अकारस्य लोपः भवति. इदानीं यत्र लोपः जातः तस्मात् पूर्वं कः विधिः भवितुमर्हति? तस्मात् पूर्वं ग्रह णिच् इति स्थिते अचोयनिति न सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवितुम् सारि पुगन्तलघुपदस्य च इत्यनेन ऋकारस्य इक् वर्णः अस्ति तस्य गुणः भवितुम् अर्हति भवितुम् अर्हति न भवति न तदेव इदानीं चिन्तयामः भवति न वा इति चिन्तयामः तर्हि पूर्वविधिः कः पुगन्तलघुपदस्य च पूर्वविधिः हा पूर्वविधिः यत्र लोपः जातः तस्मात् पूर्वं कश्चन विधिः कः विधिः पुगन्तलघुपदस्य च पूर्वविधिः हा अस्तु सो पूर्वविधिः इत्युक्ते लोपः यदि न भवति तदा यस्य सूत्रस्य तत्र प्रसक्तिः भवति लोपः भूत्वा एव लोपः यत्र जायते तस्मात् पूर्वं कश्चन विधिः अस्ति चेत् सः विधिः पूर्वविधिः अस्तु अस्तु अस्तु इदानीं प्रथम अत्र अत्र अचापरस्मिन् पूर्वविभागे सूत्रे व्याख्याने एकं वाक्यं लिखितं खलु परनिमित्तिकः अजादेशः सानिवद् भवति पूर्वविधौ कर्तव्ये तद् वाक्यं स्वीकृत्य प्रतिपादयतु कः अर्थः परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये कः अस्ति परनिमित्तिकः अचः परस्मिन् पूर्वविधौ अत्र परनिमित्तकः परनिमित्तकः अत्र णिच् अस्ति परनिमित्तिकः अजादेशः इत्युक्तं खलु अत्र परनिमित्तिकः णिच् अस्ति अस्तु लक्ष्मीवद्मी किं चिन्तयति परनिमित्तिकः कः परनिमित्तिकः इति अजादेशस्य विशेषणमस्ति तादृश अजादेशः इति परनिमित्तिकः अजादेशः अजादेशः इति अत्र यस्य स्थाने आदेशः विधीयते सः स्थानी इति उक्तम् अत्र अजादेशः इत्यनेन अचः स्थाने यः आदेशः सः अजादेशः यस्य अच् इत्यस्य स्थाने यत् यः आदेशः जातः सः अजादेशः इति इदानीम् अतो लोपः इत्यत्र अकारस्य स्थाने लोपादेशः जातः अतः लोपादेशः अजादेशः तदपि परनिमित्तेन जातम् इति परनिमित्तेन जातम् अजादेशः इति वा उत्तमम् उत्तमं सम्यक् तर्हि परनिमित्तिकः अजादेशः इत्यत्र परनिमित्तिकः इति विशेषणमस्ति अजादेशः इत्यस्य परं निमित्तं यस्य सः परं निमित्तं यस्य सः परनिमित्तकः तर्हि कः परनिमित्तिकः अजादेशः एव परनिमित्तिकः किमर्थम् अजादेशः परनिमित्तिकः यतोहि परं यत् निमित्तमस्ति तेन सह आदेशः जातः अतोलोपः इत्यत्र परनिमित्तं किम् अस्ति आर्धधातुकप्रत्ययः अस्ति आर्धधातुकप्रत्ययस्य कारणेन एव तत्र अतः लोपः जातः अतः तत्र ग्रह्योगः ग्रहयोगः णिच् इत्यत्र अकार उत्तरवर्तीयः अकारः स एव अजादेशः अस्ति अच्छ्वरणस्य स्थाने आदेशः इति कृत्वा अजादेशः अत्र कः आदेशः लोपादेशः यतोहि तेन अतो लोपः इति सूत्रेण लोपः विधीयते तादृशलोपः तत्र लोपस्य निमित्तं किं परं यः आर्धधातुकप्रत्ययः अस्ति सः एव निमित्तमस्ति अतः इदानीं सः अकारः यः लुप्तः सः कीदृशः इति चेत् सः अजादेशः अस्ति लोपादेशः अस्ति अपि च पुनः कीदृशः परनिमित्तिकः अस्ति परं निमित्तमस्ति इति कृत्वा लोपादेशः जातः अतः परनिमित्तिकः अजादेशः अग्रिमवाक्यं किम् अस्ति विजयलक्ष्मीभगिनी यस्य निमित्तः निमित्तं परम् अस्ति परनिमित्तिकः इति वा अस्तु तर्हि अजादेशः इति यदा वदामः तर्हि अकारः यः लुप्तः अस्ति तस्य विषये वदन् अस्ति अत्र सः अकारः यः लुप्तः स परनिमित्तिकः अस्ति सः अकारः इदानीं कीदृशः भवति स्थानिवत् भवति कदा स्थानिवत् भवति यदा पूर्वविधिः करणीयं भवति तदा अजादेशः पूर्वनिमित्तिकः अजादेशः न न पूर्वनिमित्तिकः नास्ति परनिमित्तिकः हा सारि परनिमित्तिकः अजादेशः स्थानिवत् भवति कदा भवति यदा पूर्वस्मिन् विधेः कार्यं करणीयं भवति तदा परन्तु अहम् उक्तवती न अवगतवती परन्तु न न इदानीं पश्यतु न भवती अवगतवती एव न अवगतवती चेत् वक्तुं न शक्नोति अवगमनं नास्ति चेत् एता भवती प्रतिपादितवती तादृश अवगमनं नास्ति चेत् न वक्तुं शक्नोति अतः इदानीं पश्यतु ग्रहयोगः णिच् इति स्थितौ तत्र अतोलोपः इति सूत्रस्य निमित्तमस्ति आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययस्य कारणेन तत्र ग्रह इत्यत्र अकारस्य लोपः जातः तर्हि इदानीं सः लोपः कीदृशः इति चेत् सः वस्तुतः अजादेशः अस्ति अश्वर्णस्य स्थाने विहितः आदेशः अजादेशः ह्रस्वकारः अङ्के अस्ति अश्वर्णः तस्य स्थाने आदेशः विहितः इति कृत्वा अजादेशः सा पुनः सः अजादेशः कीदृशः अजादेशः इति चेत् तस्य निमित्तं परं भवेत् इत्युक्ते अत्र अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यार्थं किमपेक्षितं प्रथमतया तत्र अश्वर्णः भवेत् तस्य स्थाने कश्चन आदेशः भवेत् सः आदेशः कीदृशः भवेत् तस्य निमित्तं परं भवेत् तादृशनिमित्तम् आधारीकृत्य कश्चन आदेशः भवेत् अश्वर्णस्य स्थाने एतादृशम् अस्ति इति प्रथमम् अस्ति अश्वर्णस्य स्थाने आदेशः स्यात् सः आदेशः परनिमित्तिकः स्यात् अनन्तरं यदा पूर्वं तत्र कश्चन विधिः भवितुम् अर्हति तत्र पूर्वं कश्चन विधिः करणीयः भवति तादृशसन्दर्भे यः अजादेशः स्थानिवत् भवति स्थानिवत् भवति इत्युक्ते किम् अत्र अकारः लुप्तः परन्तु लुप्तः इव न भवति पूर्वविधेः कृते तर्हि इदानीं ग्रहयोगः णिच् इत्यत्र अकारस्य लोपानन्तरं गृहयोगः णिच् इति अस्ति तर्हि इदानीं पूर्वविधिः कः अत्र णिच् प्रत्ययं निमित्तीकृत्य पूर्वविधिः अस्ति पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इति भवितुम् अर्हति अत्र परन्तु इदानीम् अस्माकं अजः परस्मिन् पूर्वविधौ इति सूत्रस्य निमित्तानि पूरितानि अत्र अजादेशः अस्ति सः अजादेशः अकारस्य लोपः एव अजादेशः तस्य निमित्तं परमस्ति आर्धधातुकप्रत्ययः णिच् अतः सः अजादेशः परनिमित्तिकः अस्ति अपि च इदानीं पूर्वविधिः अस्ति पुगन्तलघुपदस्य च तत्कार्यं कर्तुम् अर्हति एतादृशसन्दर्भे अजः परस्मिन् पूर्वविधौ इत्यनेन सः परनिमित्तिकः अजादेशः स्थानिवत् भवति स्थानिनी यथा अस्ति तथा भवति चेत् इदानीं पुगन्तलघुपदस्य च इति सूत्रस्य दृष्ट्या तत्र कार्यं ऋकारः न दृश्यते एकक्षणं भगिनि पुगन्तलघुपदस्य च इति सूत्रस्य दृष्ट्या इदानीम् अकारः स्थानिवत् भवति चेत् इदानीम् उपधायां कः वर्णः भवति उपधायां हकारः हकारः भवति अतः पुगन्तलघुपदस्य च इति सूत्रमागत्य पश्यति अत्र हकारः अस्ति न तु ऋकारः इति कृत्वा तत्सूत्रम् अपगच्छति अत्र कार्यं कर्तुं न अर्हति अतः ग्रह इति एव तिष्ठति ग्रह्योगनिच् इति स्थितौ गृही इति रूपम् इति धातुः भवति अतः गृहे गृहयति इति रूपं लभ्यते अतः अत्र अजः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यार्थम् अजादेशः अश्वर्णस्य स्थाने आदेशः अपेक्षितः सः परनिमित्तिकः भवेत् अपि च यत्र अश्वर्णः जातः तस्मात् दैशिकरीत्या पूर्वं दैशिकरीत्या फ्रम् द स्पेस् तस्मात् पूर्वम् इत्युक्ते दैशिकरीत्या ज्योग्राफिकलि पूर्वम् इति कार्यं भवितुम् अर्हति तदानीं तादृशकार्यं न भवति यतोहि अजादेशः स्थानिवत् भवति अत्र अवगतं वा विजयलक्ष्मी भगिनि हा अवगतम् इत्युक्ते ग्रह इत्यस्य यदा वयम् अकारस्य लोपः कुर्मः तदा निच् प्रत्ययः किमर्थं न लिखितमस्ति तत्र उपरि गृहयोगः निच् इति अस्ति एव निच् इति अस्ति एव न लिखितं तत्र एरो परतः अपि निच् भवति खलु भवति एव अत्र केवलं अत्र न प्रदर्शितं केवलं चिन्तनार्थम् एवं लिखितमस्ति परन्तु अस्माकं तु निच् प्रत्ययः तु अस्ति एव एकवारं योजितं चेत् कुत्र गच्छति कुत्रापि न गच्छति खलु अतः अस्ति एव अतः निच् गृह इत्यनयोः यद् सम्बन्धः अस्ति तद् अभेदः इति मम भासते तेषां मध्ये यः सम्बन्धः तद् अभेदः तत्र मध्ये अन्येकं सूत्रम् आगत्य कार्यं न कर्तुं शक्यते गृहयोगः निच् इति यदा भवति तदा अतो लोपः इत्यनेन यदा अकारस्य लोपः भवति तदा तत्र केवलं निच् इत्यस्य एव कार्यं विधीयते अन्यत् किमपि कार्यं कर्तुं न शक्यते इति अत्र निश्चित्यस्य एव कार्यं भवति तद् न अवगतं किमर्थं निश्चित्यस्य निश्चिति प्रत्ययं निमित्तीकृत्य एव पुगन्धलघुपदस्य अपि भवितुम् अर्हति खलु सर्वं तु निष्प्रत्यम् आधारीकृत्य एव भवति अङ्गकार्यम् इत्युक्ते निष्प्रत्यम् आधारीकृत्य एव भवति किमर्थम् अभेदः इति न सत्यं सत्यं निच् प्रत्ययस्य इकारः निष्प्रत्ययम् आधारीकृत्य एव सर्वाणि कार्याणि तत् अभेदः इति तथा किमपि नास्ति अत्र अत्र किम् इति चेत् अत्र सानिवद् भवति अत्र पुगन्तलघुपदस्य च इति कार्यं न स्यात् अस्माकम् इष्टरूपं प्राप्तुं पुगन्तलघुपदस्य च इति कार्यं न स्यात् अथवा अत्र किमस्ति कत इत्यत्र अत उपादायाः इति सूत्रस्य कार्यं न स्यात् तत् कथं प्राप्तुं शक्नुमः इति चेत् अत्र अकारः अतो लोपः भवति इति कार्यं न जातम् इति वयं मन्यामहे चेत् तदानीं भवितुम् अर्हति खलु अतो लोपः इति सूत्रस्य कार्यमेव न जातम् इति वयं मन्यामहे चेत् तदानीं तु पुगन्तलघुपदस्य च अथवा अत उपादायः इति सूत्रं कार्यं न भवितुम् अर्हति तत् कथं प्राप्तुं शक्नुमः इति चेत् अतो लोपः इत्यस्य कार्यं न जातमेव इति कथं प्राप्तुं शक्नुमः इति चेत् तत्र आदेशः स्थानिवद् भवतु इति उक्तम् सर्वत्र एवं भवति वा अचः परस्मिन् पूर्वविधौ सत्यम् एतादृशकार्यं बहुत्र भवितुम् अर्हति आदेशस्य स्थाने आदेशः भवति चेत् परनिमित्तिकः अपि अस्ति चेत् तदानीं स्थानिवत् भवति पूर्वविधौ कर्तव्यं किम् अत्र पण्डन पाणिनिना युनो किमपि इति जिम्नास्टिक्स् इति कृतवान् लोपः भवति इदानीं लोपः भवति चेदपि लोपः नास्ति इति चिन्तयतु इति इदानीं तु अनिपूर्वः इति सूत्रम् अस्ति खलु तत्र पूर्व आदेशः भवति अत्र तथा एव पर आदेशः भवति इति सूत्रं किमर्थम् न रचितवान् अत्र एतयोः सूत्रयोः तत् तयोः उपयोगः कः इति सो अन्योः उपयोगः अत्र तु अस्य उपयोगः कः इति अवगतं स्थानिवत् भवति इति उपयोगः अस्ति सत्यं किन्तु किमर्थं परादेशः न भवति इति न उक्तवान् परादेशः इत्युक्ते किं तत्र प्रतिपादयति इदानीं तु कथा अस्ति तत्र निच् प्रत्ययस्य इकारः अस्ति इदानीम् अमिपूर्व इव एव सो तत्र अमिपूर्व अस्ति अक्वर्णः अस्ति अकारः परादेशः न परादेशः क्रियते चेत् तत्र पुगन्तलघुपदस्य च इति सूत्रं निवारयितुं शक्यते वा परादेशः क्रियते चेत् अतोपदायाः इति सूत्रस्य निवारणं कर्तुं शक्यते वा तत् कथमिति प्रतिपादयतु परादेशं कृत्वा पुगन्तलघुपदस्य च इति सूत्रं निवारयितुं शक्यते इति प्रतिपादयति चेत् कथयोग इ भवति तत्र कथयोगः न अकारस्य लोपः जातः कथयोगः इ न अकारस्य लोपः मास्तु किमर्थं मास्तु अतो लोपः इति सूत्रमस्ति खलु न न तदेव वदामि अतो लो इदानीम् अकारस्य लोपः पुनः न भगिनि एकषणं सर्वदा यदा वयं चिन्तयामः वयम् एकस्य उदाहरणस्य विषये एव वयं चिन्तयामः तथा न चिन्तनीयं तत्र समग्ररीत्या चिन्तनीयं भवती केवलं कथा इत्यस्य विषये एव चिन्तयन्ती अस्ति परन्तु अतो लोपः इत्यस्य कार्यं बहुत्रापि अस्ति खलु अन्यत्रापि अस्ति खलु कुत्र तदेव पृष्टवती तस्य उपयोगः अर्धधातुके इति उक्तं खलु सूत्रे कथधातुके गृह अनन्तरं तुमुन् अस्ति तत्र सेट् अस्ति अतः इदानीम् इतुमुन् इति भवति न भगिनि तत्र अतो लोपः इत्यस्य कार्यम् अन्यत्रापि भवति इति वयं जानीमः तत्र अन्यानि उदाहरणानि भवती परिशीलयतु परन्तु अत्र प्रश्नः अस्ति अत्र यद् उदाहरणम् अस्माकं पुरतः अस्ति अतो लोपः इति सूत्रं तु आवश्यकमेव न आवश्यकम् इति न वक्तुं शक्यते यतोहि अनेकधातवः अपि सन्ति खलु अतो लोपः इत्यस्य कार्यार्थम् अनेकधातवः अपि सन्ति तत्रापि भवितुम् अर्हति खलु किम् उदाहरणं ददाति अनेट् धातोः कार्यं भवति इति द्रष्टव्यं भगिनि मम मनसि धातुपटः मम मनसि नास्ति उदाहरणं झटिति वक्तुं परन्तु तादृश उदाहरणम् अतो लोपः इत्यस्य कार्यं बहुत्र भवति इति तु जानामि खलु केवलं कत् इत्यस्य विषये एव इति नास्ति तत्र बहुत्र अतो लोपः इत्यस्य कार्यं भवितुम् अर्हति भवती वदति अतो लोपः इति सूत्रमेव मास्तु इति वदति खलु न काम्बिनेशन् मास्तु किमर्थं लोपः भवति अनन्तरं लोप न नो चेत् लोपादेशः स्थानीवत् भवति तत्र न परन्तु अतो लोपः इति सूत्रं मास्तु इति वदति चेत् तत्र कुत्रापि दोषः भवति वा इति चिन्तितवती वा सूत्रं न चिन्तितवती किन्तु तत् चिन्तयतु एकवारं चिन्तयतु तत्र भवती तु स्वभूमहोदयस्य वर्गे अपि अस्ति तप्रत्ययमपि पठति अतः तत्र कुत्रचित् एतादृशदोषः भवति वा अतो लोपः इति सूत्रं नास्ति चेत् वा इति चिन्तयतु एकवारं तदानीं तत्र तत् चिन्तयित्वा पुनः पररूपं क्रियते चेत् तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रं निवारयितुं शक्यते वा इति अपि विचिन्त्य एकवारं वदतु तदानीं स्पष्टं भवति मम मनसि तु अतो लोपः इति सूत्रं विना कार्यं न जायते अत्र अन्यत्र दोषः जायते इदानीम् अकारान्त धातवः चुरादिगणे एव सन्ति किम् अकारान्तधातवः चुरादिगणे सन्ति आम् एव अन्यस्मिन् गणे किमपि न सन्ति यावत् स्मरामि तथा स्मरामि परन्तु द्रष्टव्यम् इदानीं न स्मरामि भगिनि अत्र कथयोग तप्रत्ययपरे भवति चेत् अत्र कथायोग तप्रत्ययः अस्ति चेत् तत्र लोपः अनिवार्यः एव भवति अतो लोपः न चेत् रूपं दोषाय भवति तत्र न तत्रापि निष्कृत्यः भवति खलु नित्यरूपेण निष्कृत्यः अपि भवति खलु न निश्चिनाति केवलं कृत् प्रत्ययः तप्रत्ययः अस्ति तस्मिन् समये अतो लोपः तु अनिवार्यः इति चिन्तयामि अतः कथायोगतप्रत्ययः आयाति चेत् कथितः इति रूपम् आयाति खलु तत्र इडागमः भवति खलु सेट् अस्ति इडागमः भवति तस्मिन् सन्दर्भे अतो लोपः अनिवार्यः इति भवति कथयोग इत् परादेशः भवति चेत् कथित भवति परादेश शुड् बि अपवाद टु इको दिस् थिङ्ग् आद् गुणः न पुनः सुमन् भगिनी पुनः प्रतिपादयतु कथ इत्यत्र किम् उक्तवती सेट् अस्ति अतः इदानीं तु इत् इति इत इति भवति कथ परन्तु कत् इति धातुः तु चुरादिगण्यधातुः अतः णिच् प्रत्ययः भवति एव णिच् प्रत्ययः भवति एव इति वदामः चेत् तत्र तु इतोपि सुलभं तत्र कथयोग इ इति भवति परादेश भवति चेत् कथि इति भवति न तत्र कथ इति ह्रस्वकारः अस्ति खलु अन्ते तर्हि तत्र पूर्वपरादेशः वदामि खलु परादेशः भवतु कथयोग इ तत्र आदेशः भवति चेत् एकादेशः अकारस्य स्थाने अकार इकार योः स्थाने इकारः आदेशः परवर्ण आदेशः इदानीं कति इति भवति इत्युक्ते सर्वत्र परादेशः एतादृशं भवितुम् अर्हति इति वदति वा अकारान्त धातवः कृते धातूनां कृते अकारान्तधातूनां कृते सर्वत्र एतादृशः परादेशः भवति चेत् निवारणं भवति इति चिन्तनमस्ति परन्तु अहं तु भवति एव इति इदानीम् अहं वदामि सुमन् भगिनि प्रपोसल् समीचीनमस्ति परन्तु परिशीलयतु भवती तु समर्था अस्ति एतादृशपरिशीलनं वर्गे इदानीमेव चिन्तितवती समयः नास्ति भगिनि अस्माकं वर्गः केवलम् एक सार्ध एकघण्टात्मकः अस्ति अतः सर्वेषां चिन्तनं वर्गे न भवितुम् अर्हति अतः अस्माकं करपत्रमपि अग्रे गन्तव्यम् अतः एतादृशचिन्तनम् अस्ति चेत् प्रपोसल् अस्ति चेत् सम्यक् अस्ति प्रपोसल् मास्तु इति न वदामि सम्यक् अस्ति परन्तु भवती अर्हति परिशीलनं कर्तुं परिशीलनं कृत्वा प्रपोसल् तत्र उपस्थापयतु अग्रिमसप्ताहे विस्मरणं मास्तु अग्रिमसप्ताहे भवती प्रपोसल् उपस्थापयति परिशीलनं कृत्वा भवत्याः गृहपाठः अग्रिमसप्ताहे यद्भवती इदानीम् उक्तवती तस्य अन्यत्र अन्येषु प्रत्ययेषु यद्यद् भवती जानाति तत्र सर्वत्र परिशील्य अतोलोपः इति सूत्रं मास्तु तस्य स्थाने एतादृशं भवतु इति परिशील्य उपस्थापनं करोति भवती अग्रिमसप्ताहे वयं सर्वे शृण्मः अस्तु अस्तु अत्र किं तत्र स्मरणं किमपि आवश्यकं वा स्मारकपत्रं किमपि आवश्यकं वा भवत्याः कृते नो चेत् स्मरति वा अग्रिमसप्ताहे करणीयमिति आम् अहं लिखामि किन्तु एकः प्रश्नः अस्ति इदानीं तु तुमुन् अथवा त प्रत्यय अथवा त्वा प्रत्यय किमपि अस्ति चेत् तत्र पुनः पुनः निच् न आगच्छति खलु सर्वत्र आगच्छति किमर्थं नागच्छति चुरादिगणे अस्ति खलु सर्वत्र निच् आयाति अस्तु प्रथमं भगिनि मम प्रश्नद्वयं प्रथमम् अनन्तरं प्रत्यय वा इदानीं कथा अस्ति निच् प्रथमम् आयाति अनन्तरं तुमुन् वा किमपि वा आम् आम् वदतु क्षम्यतां भगिनि तत्र स्थानिपदादेशो अनल्विधौ इति सूत्रमस्ति खलु तस्मिन् तु अल्विधिः नास्ति अनल्विधौ इति उक्तमस्ति परन्तु अत्र अल्विधिः अस्ति इति वक्तुं शक्यते वा अल्विधिः एव तत्र अल्विधिः एव अल्विधि यत्र अल्विधिः अस्ति तत्रापि स्थानिवद्भावः इष्यते इति कृत्वा अत्र इदं सूत्रं सूत्रितं नो चेत् स्थानिवदादेशु अनल्विधौ इत्यनेन एव प्राप्तुं शक्यते खलु आम् अल्विधिः अस्ति चेत् न भवति इत्यत्र निषेधः उक्तः स्थानिवदादेशो अनल्विधौ इति उक्तत्वात् अल्विधिः अस्ति चेत् न भवति इति उक्तत्वात् अत्र एतादृशसन्दर्भेषु कार्यं न भवति इति कृत्वा अत्र अचापरस्मिन् पूर्वविधौ इति सूत्रं सूत्रितम् अस्तु तत् अत्र अल्विधिः अस्ति एव इति अन्यः एकः प्रश्नः तत्र अजादेशः अजादेशः स्थानिवद् भवति इति दत्तमस्ति. तादृशः अजादेशः असिद्धं भवति इति अपि तत्र सम्यक् वा वक्तुं शक्यते वा? अजादेशः असिद्धः भवति इति वा? असिद्धः भवति इति किञ्चित् प्रतिपादयतु. कथं तत्र कथं कुत्र योजयितुम् इष्टवती? तत्र अजादेशः इति अचः स्थाने यः आदेशः सः अजादेशः. सः अजादेशः स्थानिवद् भवति इति उक्तत्वात् तस्य तत्तु न भवति इति इत्यस्य अतिदेशः भवति. न भवति इति वयं मन्यामहे. कुत्र योजयितुमिष्टवती? इदं सूत्रं कुत्र स्यात्? असिद्धम् इत्युक्ते कुत्रचित् स्यात् खलु, कुत्र स्यात्? पूर्वत्र असिद्धम् इति अस्ति एकं, कुत्र स्थापयितुम् इष्टवती? अस्तु, तत्तु न चिन्तितवती, परन्तु अहं चिन्तितवती तत्र यः स्थानिवद् भवति सः आदेशः तु अभवत्, परन्तु तत् स्थानिवद् भवति इत्युक्ते तत् न अभवत् इति वयं मन्यामहे. अतः तस्य एकः दृष्टिः तत् असिद्धं भवति इति वक्तुं शक्यते वा? तत् न भवति इति तादृशमेव असिद्धत्व सत्यम् असिद्धत्वम् इति सम्यक् अस्ति चिन्तनं, परन्तु कुत्र स्थापितुम् इष्टवती इति एकवारं चिन्तयतु. कुत्र स्थापयामः चेत् तत्र पूर्वत्र सिद्धम् इत्यत्र स्थापयामः चेत् भवितुमर्हति वा? सूत्रस्य विचारः न कृतवती, तत्तु करणीयं. पूर्वत्र सिद्धम् इति अधिकारे स्थापयामः चेत् इदं सूत्रम् इति इदं सूत्रं तु तत्र न परिभाषासूत्रमस्ति खलु? परिभाषासूत्रमस्ति सत्यम्. परिभाषा मास्तु, परिभाषा मास्तु इति वदति भगिनि. परिभाषा एव मास्तु, अत्र असिद्धाधिकारे स्थापयतु इति वदति. असिद्धाधिकारे प्रथमतया पूर्वत्र सिद्धम् इति अधिकारे तु स्थापयितुं न शक्यते खलु? शक्यते वा? न भगिनि. अन्यत्र कुत्र भवितुमर्हति? असिद्धवदत्रापाद् इत्यत्र भवितुमर्हति वा इति चिन्तयतु. तत्तु न भवति, तत्र अन्यः एकः सूत्रस्य स्कोप् भवति. 6422 6472 तत्र इति इदानीम् अत्र भवत्याः कृते अपि एकः गृहपाठः यद्भवती उपस्थापितवती तस्य विषये सम्पूर्णतया चिन्तयतु. अस्य असिद्धम् इति भवती उक्तवती, सम्यक् अस्ति, परन्तु तत्र कुत्रचित् दोषः जायते वा इति अपि अस्माभिः परिशीलनीयम्. इत्युक्ते अस्माकं मनसि यदा वयं सूत्रं पठामः तत्र बहवः प्रश्नाः भवन्ति खलु. तेषां सर्वेषां समाधानं के तत्र बहवः प्रश्नाः भवन्ति, तेषु केचन प्रश्नानां केषाञ्चन प्रश्नानां समाधानं वयं स्वयं कर्तुम् अर्हामः. अतः अस्माकं सामर्थ्यं तथा भवेत्. अतः वयमेव स्वयं चिन्तनं कुर्मः, एवं भवति चेत् किं भवति, कुत्रचित् दोषः भवति वा इति वयं परिशीलनं कर्तुं प्रभवामः. अतः भवती करोतु, परिशीलनं करोतु. असिद्धः अस्ति चेत् कुत्रचित् दोषः भवति वा इति सम्पूर्णतया चिन्तनं करोतु, कृत्वा उपस्थापनं करोतु अग्रिमसप्ताहे. अस्तु अस्तु भगिनि, प्रयत्नं करोमि. हा सम्यक् इति कृत्वा केवलं सुमन् भगिन्याः अपि च शुभदा भगिन्याः गृहपाठः नास्ति, भवतां सर्वेषां कृते अपि अस्ति. यतोहि अग्रिमसप्ताहे यदा सुमन् भगिनी वदति वक्ष्यति तदानीं भवन्तः शृण्वन्ति अपि च परिशीलनं कुर्वन्ति, समीचीनम् अस्ति वा, मम चिन्तनं कथम् आसीत् इति परिशीलनं कुर्वन्ति. अस्तु अस्तु वा? अग्रिमसप्ताहे शिवरात्रि कोऽपि न आयाति. एवं वा? न एवमेव उक्तवती. सुमन् भगिनी तु अवश्यं आगच्छति, अवश्यमायाति. चर्चा प्रचलति एव रात्रौ पर्यन्तम्. अस्तु, इदानीं सप्ताहे कक्षा भवति वा विरामः? अवश्यं भवति, भवत्याः गृहपाठः अस्ति खलु, अवश्यं तत् करिष्यामि. अवश्यं भवति भगिनि, अवश्यं भवति. अवश्यं भवति इति अहं चिन्तयामि, परन्तु ईश्वरस्य कृपा. अस्तु, अजः परस्मिन् पूर्वविधौ इति सूत्रं प्रति आगच्छामः. तर्हि इदानीं बहु डैग्रेस् अभवत्. तर्हि अजः परस्मिन् पूर्वविधौ इति सूत्रे सूत्रार्थः परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ कर्तव्ये इति उक्तम्. अत्र अजः इति इदानीं तत्र अग्रे शुभदा भगिनी भवती एव परिशीलयतु, अग्रे अग्रे किं वाक्यमस्ति तत् परिशीलयतु. आं भगिनि, इत्थं च तत्र वा? न न न, सूत्रमेव, सूत्रं प्रथमवाक्यमेव इदानीं दृष्टम्, अग्रे यानि वाक्यानि सन्ति. हा अस्तु. अचः स्थाने यः आदेशः सः अजादेशः, यस्य स्थाने आदेशः विधीयते सः स्थानी. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अचः अच् इव स्थानिवत् भवति. तत्र अचः स्थाने यः आदेशः सः अजादेशः, तत्र अजादेशः इति एकः समासः इव, परन्तु तस्य अचः आदेशः इति तस्य विग्रहः न, परन्तु अचः स्थाने यः आदेशः सः अजादेशः इति वयं स्वीकुर्मः. यस्य स्थाने आदेशः विधीयते सः स्थानी, अतः अचः स्थाने आदेशः अत्र भवति, तत्तु अचः अच् इति स्थानी भवति. अजादेशः स्थानिवत् नाम सः अजादेशः स्थानिवत् भवति नाम यः आदेशः अच् अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानी स्थानिवत् भवति. यः आदेशः अच् स्थाने विहितः वयं कृतवन्तः तत् अभवत्, परन्तु पुनः यदा पूर्वस्मिन् स्थले कोऽपि अन्यः कोऽपि विधिः तत्र भवितुम् अर्हति, तदा यः आदेशः वयं कृतवन्तः पूर्वमेव सः आदेशः न भवति इव तत्र न भवति इव वयं स्वीकुर्मः. नाम तत्र अस्माकम् उदाहरणे वयं लोपः कृतवन्तः अतोलोपः इत्यनेन, परन्तु यदा अतोलोपः इत्यनेन अन्तिम अकारस्य लोपः वयं कृतवन्तः, तदनन्तरं यदा पूर्वस्मिन् स्थले कोऽपि विधिः भवितुम् अर्हति, तदा सः लोपः यत् वयं पूर्वमेव कृतवन्तः सः लोपः न अभवत् इति वयं स्वीकुर्मः. अतः तत् नाम तत् स्थानिवद् भवति, नाम अजादेशः अचः स्थाने यः आदेशः अभवत् नाम अत्र अस्मिन् उदाहरणे लोपः, लोपः अपि एकः आदेशः एव, सः आदेशः स्थानिवत् भवति नाम तत् सः लोपः न अभवत्. सः अच् वर्णः यस्य लोपः वयं कृतवन्तः सः अच् वर्णः पुनः तत्र दृश्यते, परन्तु सः अच् तत्र दृश्यते परन्तु केवलं पूर्वस्मिन् स्थले कोऽपि विधिः भवितुम् अर्हति तदा एव इति सूत्रस्य आशयः. अधुना पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते, नाम तत्र यत्र अजादेशः वयं परनिमित्तकः अजादेशः वयं कृतवन्तः तस्मिन् पूर्वस्मिन् स्थले, तस्मात् पूर्वस्मिन् स्थले यदा कोऽपि विधिः भवति तत्तु पूर्वविधिः इति वयं वदामः. अत्र परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी, पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषः तस्मिन् पूर्वविधौ. अत्र मम अवगमनं भवति यत् पूर्वविधौ इति पूर्वविधौ कर्तव्ये इति सति सप्तमी भवति वा इति एकः विचारः मम मनसि. पूर्वविधौ कर्तव्ये, यदा पूर्वस्मिन् स्थले कोऽपि विधिः कर्तव्यमस्ति, करणीयमस्ति, तदा कर्तव्ये सति परनिमित्तकः अजादेशः यः वयं कृतवन्तः सः स्थानिवद् भवति इति सम्पूर्णसूत्रस्य आशयः. सम्यक् सम्यक्. सतिसप्तमी इति युज्यते अत्र. पूर्वविधिः, पूर्वविधौ कर्तव्ये, यदा पूर्वविधिः करणीयः तदा स्थानिवत् भवति, अजादेशः स्थानिवत् भवति इति सतिसप्तमी युज्यते अत्र. समीचीनम्. सम्यक्. तर्हि अत्र सूत्रार्थस्य विषये कोऽपि प्रश्नः अस्ति वा? विजयभगिनी अवगतवती वा भगिनि? पूर्ववितौ इत्यस्य तत्र किञ्चित् क्लेशः अस्ति. पूर्ववितिः इति कथं ज्ञायते इति. पूर्वविधिः कथं ज्ञायते इत्युक्ते कः प्रश्नः? किमर्थं पूर्वविधिः इति वक्तव्यम् अत्र? पूर्वविधिः नास्ति चेत् अतः किं स्थानिवद्भावः कस्य कृते भवति? सर्वत्र भवति इति वा? स्थानिवद्भावः यत्र अजादेशः परनिमित्तिकेन भवति तत्र स्थानिवद्भावः भवति, तावत् अवगतवती. इदानीं सर्वत्र स्थानिवद्भावः भवेत् इति अस्ति वा? ओके. अत्र अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः, सः पुनः मूलः अच् इव स्थानिवत् भवति. एतदेव पूर्वविधौ नाम सा स्थितिः. अनन्तरं तत् इदानीं किं तत् एव अत्र विषयसप्तमी अस्ति खलु महोदय? विषयसप्तमी एव. भगिन्याः प्रश्नः किमर्थं पूर्वविधिः इति वक्तव्यम् इति प्रश्नः. पूर्वविधिः इति न वदति चेत् तत्र अजादेशः सर्वत्र स्थानिवद् भवति, परनिमित्तिकः अजादेशः सर्वत्र स्थानिवद् भवति इति वदति, तावत् पर्याप्तम् इति वदति वा? तादृशसन्दर्भे स्थानिवत् आदेशः भवति, तस्य उद्देशः पूर्वविधि कर्तव्ये इति वा? न न, एकक्षणं भगिनि. अत्र यदि पूर्वविधिः इति न वदति तर्हि तदानीं परं किमपि कार्यं भवति. इदानीं तत्र कति इति रूपं लब्धम् इति चिन्तयतु. कति इत्यस्य अनन्तरं यत् कार्यं भवति तत्रापि अकारवत् दृश्यते चेत् समीचीनं वा? इदानीं कत् योगः अतोलोपः इत्यस्य कार्यं जातम्. कत् योगः, णिच् योगः, इदानीं शपागतम्. इदानीं तत्र पूर्वविधिः इति शब्दः एव नास्ति इति चिन्तयतु. तदानीं परविधिः अस्ति चेदपि सानिवत् भवति चेत् समीचीनं वा? इत्युक्ते इदानीं तादृश उदाहरणम् अस्ति वा यत्र पूर्वविधिः इति नास्ति, परविधिः अस्ति चेत् तस्यापि स्थानिवत् भवति चेत् तदानीं क्लेशः जायते वा इति भवती परिशीलयतु. तत्र अदन्तदातवः सन्ति खलु, ये ये अदन्तदातवः तद् तत्र तादृशधातुः अस्ति वा यत्र पूर्वविधिः इति शब्दः नास्ति, तत्र परविधौ कुत्रचित् क्लेशः भवति वा इति भवती परिशीलयतु. यदि तत्र क्लेशः न भवति, क्लेशः कुत्रापि न भवति, तदानीं पूर्वविधिः इति शब्दः मास्तु इति वक्तुं शक्नुमः. परन्तु क्लेशः भवति वा न वा इति एकवारं चिन्तयतु. अस्तु, पूर्वविधिः इति पदमेव मास्तु इति भवती वदति तर्हि तत्र पूर्वविधेः कर्तव्ये इत्युक्ते तस्य प्रवर्तनार्थ इति तस्य अर्थः अपि किञ्चित् प्रवर्तनार्थम् इति भवति वा न प्रवर्तन न सतिसप्तमी सम्यक्तया युज्यते खलु. पूर्वविधिः करणीयः, पूर्वविधिः करणीयः चेत् यदा पूर्वविधिः भवति अथवा यदा पूर्वविधिः कर्तव्ये पूर्वविधौ कर्तव्ये तदानीं स्थानिवत् भवति. पूर्वविधिः नास्ति चेत् पूर्वविधिः करणीयः इति नास्ति चेत् तदानीं स्थानिवत् न भवति इति अर्थः. हा इदानीं तु पुगन्धलघुपदस्य च इति पूर्वविधिः अस्ति चेत् तस्य प्रवर्तनं नेच्छति खलु अत्र, तदेव प्रश्नः आसीत्. न इच्छति, अतः एव स्थानिवत् भवति चेत् पूर्वविधिः न भवति. अतः अत्र वस्तुतः अस्मिन्नेव सूत्रे निषेधः अपि अन्तर्भूतः अस्ति. साक्षात् सूत्रे न उक्तं, सूत्रे न उक्तं निषेधः भवति इति न उक्तं, परन्तु निषेधः अन्तर्भूतः अस्ति अस्मिन् सूत्रे. अस्मिन् इदम् अतः परस्मिन् पूर्वविधौ इति सूत्रं निषेधार्थमेव कृतम्, परन्तु नैपद नैपदघटितं नास्ति, कुत्रापि नैपदं नास्ति अत्र. नै तत्पुरुषसमासः कुत्रापि न तत्र सूत्रे न दृश्यते. तथापि सूत्रस्य लक्ष्यं किम् इति चेत् निषेधः एव लक्ष्यम्. किमपि कार्यं तत्र न स्यात् इति एव लक्ष्यम् अस्ति. तादृशलक्ष्यम् आधारीकृत्य एव स्थानिवद्भावः अत्र विवक्षितः. तर्हि तत्र यद्यपि पूर्वविधिः न भवेत् इति न उक्तम्, पूर्वविधिः न भवेत् इति न उक्तं, परन्तु किम् उक्तम्? अजादेशः स्थानिवद्भवति पूर्वविधौ कर्तव्ये. तत्र स्थानिवद्भवति पूर्वविधौ कर्तव्ये, वेन् यु आर् वाण्टिङ्ग् टु डू द पूर्वविधिः देन् इट् बिकम् स्थानिवद्भावः. तर्हि पूर्वविधिः एव न भवति अग्रे गत्वा. अस्तु अस्तु भगिनि, अस्तु भगिनी, अजादेशः इति समासः इति वक्तुं शक्यते वा? समासः अस्ति वा? समासः एव खलु स्थाने. समासः समासः भवति. अजादेशः इत्यत्र न अजादेश प्रथमतया परनिमित्तिकः इति समासः बहुव्रीहिसमासः अस्ति खलु. बहुव्रीहिसमासः अस्ति परनिमित्तिकः. अजः अजः आदेशः अजादेशः, अचः आदेशः अजादेशः. अचः इति पदं षष्ट्यन्तं पदम्, अतः तत्र स्थानि निर्देशः स्थानि इत्यर्थः. ओ अस्तु, अचः आदेशः अजादेशः. अस्तु, सः अजादेशः कीदृशः इति चेत् परनिमित्तिकः. अचः स्थाने अचः इति षष्ट्यन्तः, अतः स्थानि निर्देशः स्थानषष्ट्यं. अस्तु खलु, अस्तु. अत्र अत्र स्थगयामः वा भगिनि? तत्र प्रश्नाः सन्ति किल, तत्र प्रश्न सुभदा भगिन्याः प्रश्नः किमस्ति? तत्र किमर्थं तत्र असिद्धं न उक्तं वा? अजादेशः इत्युक्ते स्थानिवत् किमर्थम् उक्तम्? असिद्धं न स्थानिवत् इति मास्तु, असिद्धाधिकारे इदं सूत्रं वयम् एकं सूत्रं स्थापयामः स्थानिवत् तत्र असिद्धाधिकारे स्थापयामः चेत् तत्र पूर्वम् अतोलोपः इति यत् कार्यमस्ति तद् असिद्धं भवति खलु. अतोलोपः इति सूत्रमेव असिद्धाधिकारे स्थापयामः इति खलु भगिनी प्रश्नः? तदेव अस्ति वा? अस्तु भगिनी, पुनः प्रश्नं पृच्छतु. शुभदा भगिनी वदतु. मम प्रश्नः आसीत् अत्र स्थान अचः स्थाने आदेशः अजादेशः, अजादेशः इति किं भवति? स्थानिवद् भवति. अजादेशः स्थानिवद् भवति नाम तत्र एज़् इफ् द अजादेश हेज़् नाट् हेपेण्ड्, द अजादेश बिकम्स् असिद्ध कैण्ड् आफ़्. As if the alopah. Huh. So it didn't happen, that's what. So why not call it asiddham? So then asiddham. Under what sutra it will come? Under what adhikara it will come? So that was the question. Itikte atolopah iti sutram, atolopah iti sutram asiddha adhikare sthapayamaha iti prashnaha va? स्थापयामः इति न, परन्तु वक्तुं शक्यते वा तत् असिद्धम् इति तस्य नाम भवितुम् अर्हति वा इति? इत्युक्ते तत्र अन्यत् किमपि सूत्रम् अन्येन सूत्रेण अतो लोपः इति सूत्रम् असिद्धम् इति वक्तव्यम् इति वा? uh, असिद्धम् इति वदामः चेत् तत्र कार्यमेव न भवति खलु. सो कार्यमेव न भवति चेत् तत्र गुण कार्यं भूत्वा असिद्धमिति, कार्यमेव न भवति न, कार्यं भूत्वा असिद्धमिति. असिद्धम् अन्यस्य यथा कार्यासिद्धम् इति अस्ति तथा अत्र कार्यं तु अस्तु अस्तु. इदानीं कार्यं भवति किन्तु अन्यानि सूत्राणि कार्यं द्रष्टुं न शक्नुवन्ति, द्रष्टुं न शक्नु इति तथा इति अस्ति चेत् कुत्र स्थापनीयम् इति प्रश्नः. किं सूत्रम् असिद्धम् इति वदामः, अतोलोपः इति वदामः वा, नो चेत् नूतनसूत्रं कृत्वा तद् तदेव वदति अतोलोपः इति सूत्रस्य कार्यम् असिद्धम्, एतानि एतादृशसूत्राणां कृते अतोलोपः इति सूत्रम् असिद्धम् इति वदति वा इति प्रश्नः. कुत्र स्थापयामः इति प्रश्नः. अस्तु अस्तु, धन्यवादः. समीचीनं, धन्यवादः. भवन्तः बहु जिज्ञासवः सन्ति. मम प्रश्नः, मम सामर्थ्यं नास्ति भवतां सर्वेषां प्रश्नानाम् उत्तरं दातुं. न न न, इति एव विषयः अस्ति, इति एव विषयः अस्ति. धन्यवादः महोदय, शुभरात्रिः. धन्यवादः महान्, धन्यवादः. धन्यवादः भगिनि, संस्कारः. भवती तु पण्डिता अस्ति. न किमपि नास्ति, मम सामर्थ्यं नास्ति इति तु अद्य तु भवन्तः सर्वे दृष्टवन्तः. मम सामर्थ्यं नास्ति भवतां प्रश्नानाम् उत्तरं दातुम्, अहम् अल्पज्ञः अस्मि, अतः क्षम्यताम्. न न न न भगिनि, न अब्सल्यूट्लि नाट् अङ्गी. दट्स् ट्रू, दट्स् ट्रू. ऐ एम् नाट् नाट् अ फुल् टैम् स्कालर् आफ् संस्कृतम्. So, nor for Vyakarana. I have very limited knowledge. With my limited knowledge, I am trying to teach. You guys are very, very curious and interested in know a lot. So, what I suggest is, let me stop the recording for a minute.